पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 178 श्रीभगवानुवाच चतुर्थस्यापि माहात्म्यमाख्यास्याम्यधुना शृणु बदरि त्वं समुत्सृज्य येन कन्ये दिवं गते श्रीरुवाच कथं कन्ये दिवं यादे बदरी त्वं विसृज्य वै ते कचास्तां पुरादेव कथं प्राप्ते दुमुख्यतां यदद्वेदितुमिच्छामि नाथवक्तुं त्वमर्हसि न तु तृप्यामि शृण्वन्ति परमां च कथामि मां श्रीभगवानुवाच अस्ति भागीरथीतीरे नाम्ना वाराणसीपुरी भरतो नाम युक्तात्मा तत्र विश्वेश्वरालये नित्यमात्मरतस्तुर्यं जपत्यध्यायमादराद तदभ्यासाददुष्टात्मा न द्वन्द्वरभिभूयते काले कदाचन क्रीडन् ययौ स नगराद् बहिः उपान्त्यवर्तिनो देवान् दिदृक्षुः स तपोधनः विशश्रामतयोर्मूले बदर्योर्न्यपतद्फले उपधाय तयोरेकामन्यामालम्ब्य चाङ्घ्रिणा तपस्विनि ततो याते बदर्योश्च तथार्द्वयं शुष्कं निष्पत्रशाखं च दिवसैः पञ्चशैरभूद गृहे क्वचन विप्राणां जज्ञाते कन्यके ततः वर्धमानं तयोर्युग्मं सप्तभिः परिवत्सरैः विहृत्य दूरदेशेभ्यो यदि मायान्धमैक्षत गृहीत्वा चरणौ तस्य वचः सूनृदमब्रवीद त्वत्प्रसादादेव मुने मोचितं द्वन्द्वमावयोः उत्सृज्य बदरीभावं मानुष्यं प्रतिपद्यते एवमुक्तो मुनिस्ताभ्यां विस्मृतः प्रत्युवाच सः कदा वत्से युवां केन हेदुना मोचिते मया युवयोर्बदरीत्वे च हेदुं ब्रूदां न वेद्म्यहम् ऊच धुक्कन्यके तस्मै बादर्ये हेदुमात्मनः आदौ विमोचने तस्मादुस्त्यजादपि कारणम् अस्ति गोदावरीतीरे तीर्थं पुण्यप्रदं नृणां छिन्नपापमिति ख्यातं परां कोटिमवापयद तत्र सत्यतपा नाम तपस्तेपे सुदारुणम् ग्रीष्मे महदिदीप्तानां मध्यगो जादवेदसं वर्षासु जलधाराभिर्नित्यमासिक्तमूर्धजः शिशिरे च वसन्नप्सु बिभ्रत्कण्टकिदां तनुं विशुद्धः सततं काले तपस्तप्त्वा स संयमी आत्मन्येव मदिं चक्रे परां प्राप्य सुनिर्वृतिं सदा फलानि बिभ्रत्सु सान्द्रच्छायेषु शाखिषु निर्मत्सरेषु सत्त्वेषु बद्ध्वा प्रीतिपरामपि तपःफलानुसन्धाने वैदुष्येनोपपादितम् ब्रह्माप्यनं स्वयं पृच्छन्नुपतस्ते तमन्वहं तेन सङ्कोचहीनत्वात् ब्रह्मण्यनुगतेऽन्वहम् तद्ध्यानानुगतव्यक्तिववृधे तस्य तत्तपः विमुक्तकल्पमन्वानः समृद्धादात्मनः पदाद् अन्तराय शतं चक्रे तदो भीतः पुरन्दरः आहूयाप्सरः सामध्यादावां तुल्यं समादिशद कुरुतं तत्तपो विघ्नमनेनाचरितं युवां यो मां पदादवष्टभ्य स्वराज्यं भोक्तुमिच्छति इति सन्देशमापन्ने पुरस्ताच्च बिडौ जसः गोदावरी मगच्छावत्समुनिर्यत्र वर्तते मृदङ्गैर्मन्दगम्भीरैर्वेणुभिः कलवादिभिः कलं गीतं समारब्धं तन्वङ्गीभिः समन्वितम् उद्वहन्त्यौ पृथुश्रोणीं कनपीनपयोधरे स्मयस्मेरमुकाम्बोजे किञ्चिदाकुञ्चिदालके मणिकुण्डलदृष्टांसे पुण्डरीकोज्ज्वले क्षणे तनुमध्ये सुवृत्तोरु वहन्त्यौ च समेपदे आनर्तां यो वनस्यार्थे स्वरताललयानुगां दर्शयन्त्यौ स्वदकृष्णां गतिं भावानुगामिनीं मृदूपक्रममुत्पन्नं मन्दं मन्दं विवर्धनं गर्जयामास दिक्चक्रं तत्तयोर्नृत्यमानयोः तदोऽङ्गहारवेगेन वायुर्वासः सुशीतलः ईषदुच्छ्वसिते चैले दर्शयन्त्यौ पयोद्धरौ उद्ध्वर्धयन्ति कन्दर्पमुल्बणा गदिरावयोः कोपमुत्पादयामासु मुने रविकृदात्मनः तदशापं ददौ कोपाज्जलमुत्सृज्य पाणिना बदरित्वं प्रपद्येधां जाह्नवी रोधसीदिनौ आवाभ्यां पारतन्त्र्येण यद्दुश्चरितमास्थितं तत्क्षमस्व विनम्राभ्यां मुनिः पश्चात् प्रसादितः तदशापविमोक्षं नौ कल्पयामास पुण्यधीः भरदागमनान्तोऽयमिति सत्यतया मुनिः मर्त्येषु जन्मलाभश्च स्मृतिश्चादीर्दजन्मनाम् आवयोरन्तिकं गत्वा बदरीभूतयोस्ततः स्मरदातुर्यमध्यायं भवदा निष्कृधिकृदा तत्तावत् प्रणमावस्त्वां शापादेव न केवलात् कोरादेवदु संसारा त्वयैतेन विमोचिते श्रीभगवानुवाच यवमुक्तो मुनिस्ताभ्यामधिप्रीदमनास्तदः पूजितस्ते सममन्त्र्य यथा गतमसौ ययौ कन्ये चतुर्थमध्यायं जपेदां नित्यमादराद इति श्रीपात्मे महापुराणे उत्तरखण्डे गीतामाहात्म्ये अष्टसप्तत्यधिकशततमोऽध्यायः ॐ